अत्र अस्माकं फलसन्धेः सङ्ग्रहः इति करपत्रं चलितं, तत्र किञ्चिदेव अवशिष्टमस्ति, तत् समाप्य अभ्यासं करिष्यामः अद्य, फलसन्धेः अभ्यासः। तर्हि करपत्रम् उद्घाटयतु सर्वे। तत्र अत्र केचित् परिच्छेदः एव अस्ति तत्र, खलु? पम्फुल्योगः सि, तत्र पम्फुल्षि भवति, खलु? अत्र सर्वे कोष्ठाः समाप्तः इति अहं चिन्तयामि। अस्तु, तर्हि अग्रे गच्छामः। तत्र एस्ट्रिस्क् अस्ति, पम्फुल्योगः सि, तत् पश्यामः। मीना महोदय पठतु। पम्फुल्योगः सि पम्फुल्षि, अत्र प्रश्नम् उदेति किमर्थं गुणः न स्यात्। अस्य अवगमनार्थं यङ् लुगन्तधातुः पम्पुल् कथं निष्पद्यते इति बोध्यम्। वयं न पठितं वा, अस्माकं न पठितं यङ् लुगन्त न पठितं, परन्तु केवलम् अत्र किञ्चित् दत्तमस्ति, अतः पठिष्यामः। वस्तुतः अत्र तस्य पाठः नास्ति, तर्हि भ्रमः भवति न वा इति अहं चिन्तयामि। वस्तुतः अत्र तस्य आवश्यकता नास्ति। ऐ थिङ्क् इट् विल् बि कन्फ्यूसिङ्ग् अत्र, एण्ड् इट् इस् अवर् टेञ्जेण्ट् आल्सो। अस्तु, यदा यङ् लुगन्तपाठः आगमिष्यति खलु अग्रे, तत्र अत्र भ्रमः भविष्यति इति अहं चिन्तयामि। अत्र वस्तुतः हल्सन्धेः विषयः अपि नास्ति, अतः इदानीं त्यजामः, अग्रे गच्छामः। 12A धातुपाठे हल्सन्धेः अभ्यासः। सर्वे 12A धातुपाठे हल्सन्धिः अभ्यासः इति करपत्रं सर्वे उद्घाटयन्तु। इदानीम् अभ्यासं कुर्मः। धातुपाठे हल्सन्धिः अभ्यासः, सन्धिकार्यस्य पठामि वा? सन्धिकार्यस्य अभ्यासार्थं युङ् लगन्तदातवः सर्वोत्तमाः, यतोहि प्रक्रियायां विकरणप्रत्ययो नास्ति, सर्व उत्तमाः अस्ति वा? अहं मया न अवगतं। सन्धिकार्यस्य अभ्यासार्थं यङ् लुगन्तदातवः सर्व उत्तमाः, यतोहि प्रक्रियायां विकरणप्रत्ययो नास्ति। ओके, जुहोत्यादिगणे इव किल? न, जुहोत्यादिगणे इति न, यङ् लुगन्तधातवः अदादिगणीयवद् भवन्ति, तत्र विकरणप्रत्ययः द्वित्वं भवति जुहोत्यादिगणे इव। हा, द्वित्वं जुहोत्यादिगणे इव न, परन्तु आम् सत्यं, तत्र भेदः अपि अस्ति द्वित्वे, परन्तु हा अत्र अन्य कुत्रापि गच्छतु, तत्र मध्ये विकरणप्रत्यये स्थित्वा हल्सन्धेः प्रसङ्गं नश्यति। अतः अत्र किं भवति, पियं लुगन्धातवः तत्र विकरणप्रत्यये नास्ति, अतः हल्सन्धेः प्रसङ्गः आगन्तुं शक्नोति। अतः हल्सन्धेः अभ्यासार्थं यङ् लुगन्धातवः सर्वोत्तमः इति। धात्वं ते सर्वे हल् वर्णाः लभ्यन्ते, येषां च वर्णानां तिङ् प्रत्ययेन साक्षात् सम्पर्कः भवति। धात्वं ते सर्वे हल् वर्णाः लभ्यन्ते, येषां च वर्णानां तिङ् प्रत्ययेन साक्षात् सम्पर्कः भवति। अधुना वास्तविकम् अभ्यासं कुर्मः। वास्तविकम् इत्युक्ते किं महोदय? पठतु। अभ्यासं वास्तविक इत्युक्ते किं, रियल् वस्तु, वस्तुस्थितिः, रियल् अभ्यासः अत्र अत्र खलु, रियल् प्रत्यययोजनेन कथं कार्यं भवति इति। ओके, अभ्यासं कुर्मः, पश्येम कीदृशानि रूपाणि लभ्यन्ते लटि लोटि लणि विधिलिङ् च अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति क्रमेण येषां त्रयाणां चिन्तनम् अवश्यं करणीयम् ओके अत्र पठामि वा सोपानानि त्रीणि सोपानानि सन्ति अतितेजः कित् कित् इत्यनयोः मार्गद्वयम् अनुबन्धः अतिदेशः अतः परीक्षणं द्विवारं करणीयम् अतः परीक्षणं अतिदेश मीन्स् सूत्रस्य अर्थं विवरणीकरणं वा न अतिदेश इत्युक्ते किं सूत्रस्य किमपि नास्ति अतिदेश इत्युक्ते किम् अतिदेश इति यदि सूत्रस्य अर्थः अस्ति चेत् तस्य पुनरपि पुनरपि अर्थं अदौ न गच्छामि न अवगतम् अतिदेशसूत्रमस्ति अतिदेशसूत्रमस्ति इति जानामि सूत्रमस्ति परन्तु अतिदेश इत्युक्ते किं नूतनधातु सनादेशप्रत्ययः सन्ति खलु नूतनधातु अतिदेशिकधातवः अतिदेश अतिदेश न न न तत्तु अतिदेशिकधातव किम् एतत् विषये किमपि न उक्तं मेन् धातुपाठे खलु अतिदेशिकधातवः कृते अतिदेशिकधातवः अत्र कार्यं औपदेशिक अतिदेशिकधातवः अतिदेश इत्युक्ते किम् अतिदेश इत्युक्ते प्रत्ययान्तदातवः सनाद्यन्तदातवः देशिकधातवः सन्ति अहं पृच्छामि अतिदेश इत्युक्ते किम् अधिकम् अधिकमर्थम् अन्य अर्थं भवति वा अन्य रूपमस्ति परन्तु वस्तुतः तस्य कार्यं भिन्नं भिन्न भिन्नं भवति उदाहरणमस्ति पश्यतु सार्वधातुकम् अपि इति सूत्रमस्ति इति अतिदेशसूत्रमस्ति सूत्रं किं वदति कित् नित् इति अस्ति क्षम्यतां सार्वधातुकम् अपित् किं वदति सार्वधातुकप्रत्ययः अपित् अस्ति चेत् पित् नास्ति चेत् कित् नित् इव भवति नाम वस्तुतः प्रत्ययः कित् नित् नास्ति परन्तु कित् नित् इव कार्यं करोति अतः तत् अतितेशः अस्ति overlaps I mean it gives you more on top of it no on top imabina tasya vastutah tavad roopam athva tavat tasya prakriya nasti parantu tavat roopam bhavet athva tavat karyam bhavet iti nama pratyah vastutah asti apit tatra kakarah athva nakarasya sanya nasti परन्तु कित्नित् इव भवतु नाम यथा कित्नित् कार्यं कुरुतः तथैव अपित् प्रत्ययः अपि कार्यं करोति इति तदस्ति अतिदेश अस्तु अग्रे अङ्गकार्यं तत् सन्धि अतः परीक्षणं द्विवारं करणीयम् ओ द्विवारं करणीयम् कित्नित्तयम् अङ्गकार्यं सन्धिः त्रयाणां चिन्तनं करणीयं कित् कित् अङ्गकार्यम् अङ्गान्ते उपधायां च इकगुणः निषिद्धः ओ सार्वधातु केन केन अस्ति चेत् अपित् अस्ति चेत् केन सूत्रेण किञ्चित् सूत्रेण निति निति च निति च नाम सार्वधातुकम् अपित् प्रथमं सार्वधातुकम् अपित् इति सूत्रेण अपित् प्रत्ययः कित्नित् भवति नित्वत् भवति तस्मात् गुणः इति सूत्रेण गुणाभिवृद्धिः न भवति इति. आनिदित् धातूनाम् उपधायां नकारः लोपः. आनिदित् धातूनाम् ओके. येषां हलन्तधातूनां इत् सम्यकः ह्रस्वः इकारः नास्ति. हलन्तधातूनां यत् सम्यकः ह्रस्व इकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति. बिन्द् इति लक्ष्यति तस्य लोप बिन्द् धातु नास्ति तस्य लोपो भवति. अनुदितां हल् उपधाया इति सूत्रेण यथा बन्ध धातु अस्ति खलु बन्ध बन्द् बन्द् बन्द् छिन्द् भवति कृतप्रत्यये किं भवति कृतप्रत्यये बद्धः वा बद्धः बद्धः भवति खलु भवति नकारस्य लोपः कथं लोपः किं केन अनिदितां हल् उपदायः इति सूत्रेण वा अस्माकं परिचितं सूत्रमस्ति अस्माभिः पूर्वं पठितं नकारः ये किमर्थं लोपः इति नाम यदि धातुः अस्ति तत्र ह्रस्व इकारस्य इत्संज्ञा नास्ति अतः अनिदित् धातुः अस्ति अपि च तस्य उपधायां यदि ह्रस्वनकारः उपधायां यदि नकारः अस्ति तर्हि तस्य नकारस्य लोपः भवति कदा कस्मिन् प्रत्ययपरे सूत्रेण अनिदितां हल उपधायाम् इति सम्प्रसारिणां धातूनां सम्प्रसारणं यन् स्कान्धे इक् आदेशः यन् सन्धौ यथा भवति तस्य विपरीतक्रमः ओके. किति किति प्रत्यये परे व्रश्च योगः शकारः श योगः ति वृश्चति व्रादिकं गृहीज्या व्यधि वै व्यधि वष्टि विच्च विचति वृच्छति पृच्छति बृजतीनां ङिति च इति सूत्रेण सम्प्रसार अत्र सम्प्रसारणं न उक्तं तत्र महोदय परिचितमस्ति सूत्रम् गृहीज्या वै या परिचितमेव व्रश्चिकं पृच्छ अत्र वस्तुतः सर्वं परिचितमेव अस्ति किमस्ति कित्मित् प्रत्ययपरे कानि कार्याणि भवितुं शक्नुवन्ति. एकं तु गुणवृद्धिनिषेधः इति एकं कार्यमस्ति. तदनन्तरम् अनिदितां हल उपधायानिति इति सूत्रेण अनिदितधातूनाम् उपधायाम् उपधाभूतनकारस्य लोपो भवति. तृतीय अस्ति धातुसम्प्रसारणी अस्ति चेत् तस्य सम्प्रसारणी धातूनां सम्प्रसारणं भवति कित्मित् प्रत्ययपरे नाम ग्रहीजा वै व्यधि वष्टि विचति वृच्छति पृच्छति पृच्छतीनाम् इति च इति सूत्रमस्ति. यदा यदा तदा कीर्तिन् प्रत्ययः अनन्तरम् आगच्छति चेत् एतत् सर्वं मस्तिष्के आगन्तव्यम् इति तावद् अभ्यासः भवितव्यः इति अस्ति. आल् आफ् दिस् शुड् कम् इन् मैण्ड्. अस्तु धन्यवादः महोदय. तर्हि इग्यणः सम्प्रसारणं सम्प्रसारणाच्च न सम्प्रसारणे सम्प्रसारणम् इति तु अस्माभिः पठितमस्ति पूर्वं सर्वे स्मरन्ति खलु सम्प्रसारणम् इग्यणः सम्प्रसारणम् इग्यणः सम्प्रसारणं नाम यण् प्रत्याहारस्य वर्णस्य स्थाने यथा इक् वर्णः आगच्छति तदस्ति सम्प्रसारणम्. अपि च सम्प्रसारणं सम्प्रसारणाच्च इति किं वदति सम्प्रसारणाच्च इति किं वदति सम्प्रसारणसंज्ञकवर्णः अस्ति तस्य अनन्तरम् अच् वर्णः अस्ति चेत् उभयोः स्थाने पूर्वमेव तिष्ठति इति अस्ति. तदनन्तरं सम्प्रसारणे उदाहरणमस्ति वा उदाहरणमस्ति वा उदाहरणमस्ति खलु अत्र पश्यतु व्रश्चति एव अस्ति खलु अत्र व र अस्ति र स्थाने रि भवति खलु रु भवति तदनन्तरं व्रश्च मध्ये रेफानन्तरम् अकारः अस्ति खलु व्रश्च मध्ये वर अकारः इति अस्ति खलु तत्र रेफस्य स्थाने रु भवति इदानीं रु ओ इति तस्य संहिता भवति तर्हि रु ओ मध्ये रु अ पूर्वपरयोः स्थाने रु एव तिष्ठति अतः वृष्टति इति भवति खलु अकारः कुत्र गच्छति तत्र व्रश्च इत्यत्र मध्ये वकारः व्रश्च मध्ये वर्णानां क्रमः वदतु वकारः रेपः अकारः अस्ति वा अस्ति खलु अकार चकारः चकारः चकारः शकारः चकारः इदानीं वर अ श च इति अस्ति खलु इदानीं रेफस्य स्थाने रु भवति तर्हि किं भवति व रु अ श च खलु तर्हि रु योगः अ इति आगच्छति तर्हि सन्धिकार्यं करणीयं तत् न सम्प्रसारणात् च सम्प्रसारणे वर्णः वर्णात् अनन्तरम् अच् वर्णः अस्ति चेत् पूर्ववर्णः एव तिष्ठति अतः रियोगः अ तत्र रु एव तिष्ठति रुयोगः अ रु अतः किं भवति वर अ श च तस्य भवति व रु श च अतः वृश्च तदनन्तरं न सम्प्रसारणे अकारः लोपः न तत्र पूर्वपरयोः स्थाने एकं पूर्वमेव तिष्ठति सन्धि भवति तदनन्तरं न सम्प्रसारणे सम्प्रसारणं नाम सम्प्रसारणवर्णः अस्ति चेत् पूर्वस्थित नाम तत्र एकसम्प्रसारणवर्णः अस्ति सम्प्रसारणीवर्ण अनन्तरं द्वितीयसम्प्रसारणीवर्णः अस्ति तर्हि पूर्वसम्प्रसारणीवर्णस्य सम्प्रसारणं न करणीयम् अन्ते यः सम्प्रसारणवर्णः अस्ति तस्य एव सम्प्रसारणं करणीयं तत्रापि अस्ति व्रश्च मध्ये वकारः अपि सम्प्रसारणी अस्ति खलु तस्य स्थाने उकारः भवितुं शक्नोति तदनन्तरं रेफः अपि अस्ति तस्य स्थाने रु भवितुं शक्नोति तर्हि कस्य सम्प्रसारणं करणीयं वकारस्य वा रेफस्य तर्हि उदाहरणे सूत्रं वदति यत् अन्ते अस्ति अनन्तरम् अस्ति तस्य एव सम्प्रसारणं भवति एतत् सर्वम् अस्माभिः पूर्वमपि पठितं कस्य प्रश्नः अस्ति वा अत्र न न सम्यक् उक्तं भवतः सर्वे सरन्ति खलु मदर् महोदय विजयमहोदय आम् आं महोदय अस्तु अग्रे तर्हि मदर् महोदय अग्रे पठतु दीर्घरिकारान्तधातुः अस्ति चेत् किं भवति दीर्घरिकारान्तधातुः प्रत्ययः अजादिः चेत् इर् उर् ऋत इत् धातोः प्रत्ययः अलादिः चेत् ईर् ऊर् हली च दीर्घकारान्तदातु अस्ति चेत् प्रत्यय अजादि अस्ति चेत् इर् अथवा उर् भवति दीर्घ ऋकारान्तदातु अस्ति चेत् प्रत्ययः अलादि अस्ति चेत् ईर् ऊर् भवति सूत्रं किमस्ति अस्माकं दीर्घरिकारं धातुः अस्ति चेत् अपि च कित्निस् प्रत्ययः परे अस्ति चेत् किं सूत्रमस्ति ऋत इत् धातोः घृत इत् धातोः ऋतान्त धातोः अङ्गस्य कृतान्त अङ्गस्य ह्रस्व इकारादेशो भवति निति किति इति प्रत्यये परे उरन्त्रपरः एकनिमिषः ऋतधातुः कित् नित् प्रत्यये परे अस्ति चेत् दीर्घ ऋकारान्त धातुः अस्ति चेत् तस्य दीर्घ ऋकारस्य स्थाने ह्रस्व इकारः भवति. इदानीं इकारः रुवर्णस्य स्थाने आगच्छति, अतः उरण्रपरः इति सूत्रेण रेफसहितः इकारः अस्ति, अतः इर् इर् भवति. उरण्रपरः ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति. अवगच्छामि. हलि च रेपान्तानां वकारान्तानां धातूनाम् उपधा स्थितस्य इकः दीर्घत्वं हलीपरे. एतत् परिचितं सूत्रमस्ति. हलि च किं वदति सूत्रम्? धातु यदि रेफान्त अस्ति, रेफान्त वकार अस्ति चेत् अथवा वकारान्त अस्ति, तस्य अनन्तरं हल् वर्णः अस्ति चेत् धातोः उपधा स्थितस्य इक् वर्णस्य दीर्घत्वं भवति. दीर्घत्वं भवति. अतः लिखितम् अत्र अजादिप्रत्ययः अस्ति चेत् इर् भवति, परन्तु हलादिप्रत्ययः अस्ति चेत् तत्र हल् वर्णस्य संहितया हल् वर्णस्य संहितायाः तत्र रेफान्तधातुः यदस्ति तस्य उपधायां यः इर् इकारः अस्ति, इर् अस्ति खलु, तस्य दीर्घत्वं भूत्वा ईर् भवति. अग्रे उदोष्टपूर्वस्य अपि पठितं न पठितं महोदय? न पठितं. पठितं स्मरामि. तस्मिन् कस्मिंश्चित् गणे गणे पठितमस्ति अथवा पुनः ओष्ठ्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्व उकारादेशो भवति. पवर्गीयवर्णः पूर्वः यस्य यस्य सः ओष्ठ्यपूर्वः. ओष्ठपूर्वस्य ऋकारान्तस्य नाम यदि धातुः अस्ति ऋकारान्त दीर्घ ऋकारान्त, परन्तु रेफ वर्णात् पूर्वं क्षम्यतां ऋवर्णात् पूर्वम् ओष्ठवर्णः अस्ति. ओष्ठवर्ण इत्युक्ते के के? अपि च वकारः अपि अस्ति. वकारस्य उच्चारणस्य सहायता ओष्ठस्य आवश्यकता अस्ति खलु, अतः पवर्गः वकारः. तर्हि रिवर्णात् प्राक् पवर्गः अथवा वकारः अस्ति चेत् कित् नित् प्रत्ययपरे तत्र रीतैः धातोः कार्यं न करोति, नाम ह्रस्व इकारः न आगच्छति, अपि तु रुवर्णस्थाने उकारः आगच्छति. अतः धातुः अस्ति प्रु, प्रु धातुः अस्ति खलु, प्रु प्रु पृच्छति भवति, तत्तु भेदं. प्रु प दीर्घरिकार प्रु तत्र प्रुयोगः तस्य प श्रूयते न श्रूयते प्रु प्रु धातुः अस्ति, तस्य पू भवति यत्र किस्मि प्रत्ययः परे अस्ति चेत् पू भवति, यतोहि रिवर्णात् प्राक् पकारः अस्ति तत् ओष्ठ्यवर्णः अस्ति. किं भवति तत्र? प्रु एकः धातुः अस्ति रिदन्तधातुः, तस्य रुवर्णात् प्राक् पकारः अस्ति, ओष्ठ्यवर्णः अस्ति खलु, अतः अग्रे कित् प्रत्ययः भवति चेत् तस्य प्रु तस्य पू भवति. ऋकारस्य स्थाने उकारः आगच्छति, ह्रस्व उकारः, न तु ह्रस्व इकारः. उदोष्टपूर्वस्य इति सूत्रं ऋतयि धातोः सूत्रस्य अपवादः. अस्तु सरे आगच्छन्ति. उदाहरणं त्वया उक्तं खलु, पू प्रू धातुः अस्ति एकः, प्रू धातु तस्य पू भवति तस्मात् एव पुनाति भवति वा पुनाति विभिन्नमस्ति भिन्नभिन्न धातु पुनाति धातु भिन्नम् अस्ति तत्तु क्रियादिगणः अस्ति पृ धातु भिन्न अस्ति पृ धातु किं गणः अस्ति किं गणे अस्ति पृ धातु कस्मिन् गणे अस्ति द्रष्टव्यम् अहम् इदानीं धातुपाठे द्रष्टव्यम् अष्टाध्यायी डाट् काम् एकनिमिष द्रष्टव्यम् अहं वदामि तर्हि इदानीं पठतु मदर महोदय आं महोदय एङ् लुगन्तधातूनां कृते सिद्धतिङ्प्रत्ययाः अतः ये प्रत्ययाः स्थूल अक्षरैः लिखिताः ते पितः इति देयम् एङ् लुगन्तधातूनाम् आत्मनेपदं न भवति यङ् लुगन्तधातुः केवलं परस्मैपदी परस्मैपदी तत् लट् लकार लोट् लकार अस्ति पठनीयं वा तत् पठतु लट् लकारः ति ईति तः अति सि ईक्षि तः त मि ईमि वः मह लोट् लकारः तु ईतु तात् ताम् अतु हि तात् तं त आनि आव आम लङ् लकारः तकारः ईत् ताम् उः सकारः ईः तं त अं व म विदिलिङ्ग् यात् यातां युः याः यातां यात यां याव याम धातवः किमर्थं ति ईतितः अपि सर्वे प्रत्ययाः अस्माभिः पठिताः न अस्माभिः पठिताः तत्र अनदन्त अङ्गानां कृते ये प्रत्ययाः सन्ति ते एव अत्र अपि सन्ति अङ्गम् अनदन्तमस्ति खलु विकरणप्रत्यय मध्ये नास्ति अतः अनदन्तम् अङ्गम् अस्ति अतः ये अनदन्त अङ्गानां कृते अस्माभिः प्रत्ययाः पूर्वे पठिताः ते एव अत्र सन्ति कुत्रचित् भिन्नता भवति अत्र ति ईति अस्ति खलु ईति ईषि ईमि ईतु तत्र एक भिन्नं सूत्रमस्ति तत्र प्रायः यङ् लुगन्तप्रकरणे वयं पठिष्यामः तत्र तत्र विकल्पेन ई अपि ईकार ईकारः अपि आगच्छति पूर्वे अतः प्रत्ययद्वयमस्ति ति ईति सि ईषि मि ईमि तु ईतु त ईत् स ईहि इति परन्तु अन्ये सर्वे प्रत्ययः तु अस्माभिः अस्माकं परिचितः प्रत्ययः अनुदन्त अङ्गानां कृते प्रत्ययाः सन्ति ते एव अत्र सन्ति सर्वे अवगच्छन्ति खलु अदन्तमङ्गम् अनदन्तमङ्गम् अदन्त अङ्गानां कृते प्रत्ययः अनदन्त अङ्गानां कृते प्रत्ययः अदन्त अदन्त अङ्गं कस्मिन् कस्मिन् गणे भवति चतुर्षु गणेषु भुवादि दिवादि तुदादि चौचुरादि अन्ये षड् गणाः अनदन्त अङ्गाः सन्ति अनदन्त अङ्गगणाः सन्ति तर्हि अदन्त अङ्गानां कृते अनदन्त अङ्गानां कृते प्रत्ययाः भिन्नाः सन्ति कुत्रचित् खलु अस्माभिः पठितं यत्र अस्माभिः प्रत्ययस्य निर्माणः कथं भवति तिङ्प्रत्ययनिर्माणकृते सूत्राणि अस्माभिः पूर्वमेव पठितानि प्रायः 2020 मध्ये खलु तत्र अतः अत्र अनदन्त अङ्गमस्ति अतः अनदन्त अङ्गानां कृते ये प्रत्ययाः सन्ति ते एव अत्र आगच्छन्ति अस्तु ते एव युग्लगन्तं भवति वा युग्लगन्तं भवति वा के न न एते प्रत्ययाः तु अनन्त अङ्गं यत्र अनन्तम् अङ्गम् अस्ति तत्र सर्वत्र आगच्छन्ति खलु यथा स्वादिगणे स्वादिगणे स्तनादिगणे स्वादिगणे तत्रापि सन्ति परन्तु ये प्रत्ययाः सन्ति खलु इति ईषि ईमि ते यङ् लुबन्तानां कृते सन्ति तत्र भिन्नसूत्रमस्ति ते सामान्यतया न दृश्यन्ते अनन्त अङ्गानां कृते अवगच्छन्ति वा महोदय किं न अवगतम् अदन्त अनदन्त अङ्गम् इति स्मरति खलु स्मरामि अदन्तम् अङ्गं कृते एक अदन्तम् अदन्तम् अङ्गानां कृते प्रत्ययाः सन्ति तिङ्प्रत्ययाः सन्ति सिद्धतिङ्प्रत्ययाः अनदन्त अङ्गानां कृते भिन्नसिद्धतिङ्प्रत्ययाः सन्ति एतत् स्मरितम् एतत् स्मरति खलु सिद्धतिङ्प्रत्ययः मूलतिङ्प्रत्ययः समानमेव अदन्त अनदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययाः भिन्नाः सन्ति खलु बहुत्र यथा अदन्त अङ्गं कृते तीतः अन्ति अस्ति अनदन्तं कृते तीतः अति अस्ति स्मरति वा स्मरामि स्मरामि अत्रापि अनदन्त अङ्गम् अस्ति अतः अनदन्त अङ्गानां कृते ये प्रत्ययाः सन्ति ते एव अत्र अपि सन्ति नूतनं किमपि नास्ति अत्र किमस्ति इति ईषि इमि ईत एते प्रत्ययाः नूतनप्रत्ययाः सन्ति तत्र यङ् लुबन्तानां कृते नूतनप्रत्ययाः सन्ति इति ईषि इमि ईत अन्यत्र सर्वे प्रत्ययाः तु अन्य सर्वे प्रत्ययाः तु अस्माकं प्रसिद्धाः प्रत्ययाः सर्वे अवगच्छन्ति इदानीं स्मरन्ति खलु इदानीं पर्यन्तं किमपि नूतनं नास्ति अस्माभिः पठितं पूर्वम् अस्माभिः तत् दश दश तत्र अष्टगणाः ये अस्माभिः पठिताः पूर्वे तत् सर्वं पठितम् अस्माभिः सप्तगणाः सर्वेषु धातुषु यं युगन्तमस्ति वा सर्वेषु धातुषु नास्ति यङ् लुबन्त सर्वेषां धातूनां यङ् लुबन्तरूपं न भवति तत्रापि नियमाः सन्ति तद् नियमाः के सन्ति तत् यङ् लुबन्त यङ् लुबन्त पाठे वयं पठामः परन्तु प्रश्नः समीचीनः अस्ति सर्वेषां धातूनां यङ् लुबन्तरूपाणि न भवन्ति अत्र यङ् लुबन्तरूपनिर्माण अत्र अस्माकं कार्यं नास्ति इदानीं यङ् लुबन्तरूपम् अस्माकं कृते पूर्वमेव सिद्धमस्ति तदनन्तरं यङ् लुबन्तरूपं यदि अस्माकं समीपे यङ् लुबन्तधातुः अस्ति चेत् तस्य रूपं कथं भवति इति एव इदानीम् अस्माकं कार्यम् इति अस्ति अतः रूपं कथं भवति धातोः रूपं कथं भवति इति तु इदानीं मा चिन्तयन्तु तत् अग्रे आगच्छति विजया महोदय धातवः पठतु के धातवः सन्ति यङ् लुबन्तधातोः उदाहरणम् अन्ये अपि सन्ति परन्तु अत्र केचन उदाहरणाः सन्ति जी धातवः किं जी धातवः अग्रे पठतु धातवः लुञ्च् इत्युक्ते तत्र लो लुञ्च् इति भवति एतत् विवरणं न केवलं यङ् लुबन्तधातुः अत्र दत्तमस्ति धातुः दत्तः अस्ति पठनीयं खलु लुञ्च् इत्युक्ते तत्र लो लुञ्च् इति भवति ग्रह जाघ्रह इति भवति प्रच्च पाप्रच् ब्रज् पाके अत्र ब्रज् वा ब्रश्च् इति अस्ति षश्च् गतौ सा सज् अनन्तरम् ओलस्जि व्रीडायाम् इति अर्थे लस्ज् लालस्ज् तुमस्जो श्रुतो शुद्धौ इति अर्थे मस्ज् मामस्ज् इति आगच्छति. ज्या जाज्य व्यदि वाव्यत् वाव्यद् वश् वावश् व्यच् वाव्यच् व्रश्च वाव्रश्च मघि मामङ्ग् इति रूपं निष्पन्नं. तर्हि एतेन यङ् लुगन्तु धातवः सन्ति मघि इति दातु मम करपुस्तके नास्ति. पूर्वं सर्वं कृतमेव. इदानीं हल् धातोः पूर्वम् अभवत् एतत् सर्वम्. अत्र केवलं धातोः तत्र सूची अस्ति, धातूनां सूची अस्ति, अत्र किमपि नास्ति इदानीम्. अस्तु अग्रे क्षोः सूत्रम् अस्ति केश, अस्माकं परिचितं सूत्रमस्ति, पठतु. मम अकारपुत्रे नास्ति, अप्रिण्टेड् करपुत्रे नास्ति. पठामि वा? तत्र वेब्सैट् मध्ये अस्ति. हा, वेब्सैट् मध्ये अस्ति वा? तत्र तत्र जालपुटे यत् अस्ति तत् उद्घाटयतु. सङ्गणके मध्ये अस्मि अहमपि. करपत्रे नास्ति, सङ्गणके गच्छतु. पठामि मम, पठामि वा जि? पठतु पठतु. छोः षोडनुनासिके च तुक् सहितचकारस्य स्थाने शकारः आदेशक, अपि च वकारस्य स्थाने ऊट् आदेशक भवति अनुनासिकादिप्रत्यये परे अस्ति चेत्. क्वि परे जलादिप्रत्यये च परे, च वा च तयोः इतरेतरद्वन्द्वः च्वौ तयोः च्वौः, श च ऊट् च तयोः समाहारद्वन्द्वः शूड् इति. जलां जशोन्ते इत्यनेन डकारस्य स्थाने डकारः भवति, ठकारस्य स्थाने डकारः. छोः षष्ट्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं च अव्ययपदम्. अनेकपदमिदं सूत्रम् अनुनासिकस्य क्विङ्जलोः निति इत्यस्मात् किङ्जलोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं स्वोः अङ्गस्य शूड् किङ्जलोः अनुनासिके च इति. अत्र चोः सूडने नासिके च इत्यनेन तत्र तुक्सहितचकारः स्थाने शकारः आदेशः भवति, वकारस्य स्थाने ऊट् आदेशः भवति. यदा अनुनासिकप्रत्यये परे अस्ति चेत्, क्वि परे अस्ति चेत्, अनन्तरं जलादिप्रत्ययः परे अस्ति चेत् एव एतत् कार्यं भवति अत्र. तावदेव जि. सत्यम्. तर्हि प्रत्ययः यदि अनुनासिकादि अस्ति, क्वि प्रत्ययः अस्ति अथवा जलादिप्रत्ययः अस्ति चेत् अङ्गं यदि तुक् अङ्गे यदि तुक् सहितचकारः अस्ति अन्ते, तस्य स्थाने तालव्यषकारः भवति, अपि च वकारस्य स्थाने ऊठादेशः भवति इति अस्ति. अस्माभिः पठितमस्ति पूर्वम्. अस्तु, प्रश्नः अस्ति वा इदानीं पर्यन्तम्? अत्र तत् सूत्रं किमर्थम् उक्तं तत्र? अग्रे आगच्छति. किमर्थम् इत्युक्ते तत्र अस्ति, अभ्यासकृते लिखितमस्ति. अस्तु अग्रे पठतु. विजयमहोदय, भवती एव पठतु. अत्र संयोगान्तपदे सन्धिकार्यं, पदं द्विविधं, संयोगान्तम् असंयोगान्तं च. संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इत्यत्र परिशील्यते. प्रथमबिन्दुः इदानीम् अस्माकम् इदानीं यत्किमपि लिखितमस्ति सर्वम् अस्माकं पूर्वं पठितं, केवलम् अभ्यासः एव अस्ति, इदानीं नूतनं किमपि नास्ति. तर्हि इदानीमस्ति संयोगान्तपदे पदे संयोगः अस्ति चेत् किं कार्यं भवति? तर्हि कोऽपि वदतु, पदान्ते संयोगवर्णः अस्ति चेत् सन्धिकार्यं कथं भवति? केन सूत्रेण? न दृष्ट्वा वदतु. संयोगान्तस्य लोपः हल् वर्णम् अन्ते अस्ति चेत् अन्तिम हल् वर्णः लोपः भवति. सत्यं. तर्हि संयोगान्तस्य लोपः, पदान्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः भवति इति अस्ति. तर्हि तदेव सूत्रं संयोगान्तस्य लोपः. अनुवृत्तिसहितसूत्रमेव पठतु महोदय. प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रम् एव पठतु, यतोहि सूत्रं नूतनं नास्ति. स्कोः संयोगा सूत्र न संयोगान्तस्य लोपः पठतु खलु. संयोगान्तस्य लोपः अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः. प्रथमवाक्यमपि पठतु, अनुवृत्तिसहितमपि पठतु. मया पठितमेव खलु, न श्रूयते वा? संयोगान्तस्य पदस्य लोपः प्रथमबिन्दुः. अत्र सूत्रमस्ति संयोगान्तस्य लोपः इति. यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. यदा पदस्य अन्ते संयोगः अस्ति चेत् तत्र अन्तिमवर्णस्य लोपः भवति अलोन्तस्य इति सूत्रेण. तर्हि केवलं प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रं पठतु. अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः यत्र संयोगः अस्ति अन्तिमवर्णस्य. यत्र पदान्ते संयोगः अस्ति, कुत्रापि न, पदान्ते यत्र संयोगः अस्ति, अतः अन्तलिखितमस्ति खलु संयोगान्तस्य पदस्य नाम तादृशपदः यस्य अन्ते संयोगः. न श्रूयते महोदय. तर्हि अत्र न श्रूयते वा? इदानीम् श्रूयते एव, किञ्चित् मध्ये मध्ये भग्नम् अभवत्. तर्हि इदानीं रूपं करोतु, अबाबन्धयोगः त. अबाबन्धयोगः त अस्ति अत्र अत्र धकारः तत्र हलन्त अस्ति, तत्र टैपो अस्ति. अबाबन्ध जी किम् अस्ति? अबाबन्ध अबाबन्ध इति तत्र अन्ते संयोगान्तः अस्ति. एकनिमिषः, अतः तकारः अस्ति खलु अबाबन्ध योगः त. त इत्युक्ते लट् लकार लम् लकारः प्रथमपुरुषे एकवचनम्. तत्र हल्याभ्यो दीर्घात् श्रुति संस्कृतम् इति सूत्रेण तकारस्य लोपः भवति. अनन्तरम् आबन्ध इति अस्ति, अबाबन्ध अबाबन्ध अबाबन्ध, तत्र संयोगान्तः अस्ति. तत्र अबाबन्ध इति दकार उत्तरवर्ति अकारः लोपः भूत्वा अबाबन्ध इति भवति. अकारः नास्ति तत्र, तथैव वदामि. अत्र अबाबन्ध इति अस्ति खलु, संयोगान्तः अस्ति, अतः तत्र अन्तिमवर्णस्य लोपः भवति. अतः रूपं किं, कस्य वर्णस्य लोपः भवति? अबाबन् इति. अबाबन्. तर्हि अबाबन् तत्र अकारः नास्ति अन्ते, मुद्रणदोषः अस्ति. अबाबन्ध योगः त. अत्र यङ्ग्लुग् धातुः अस्ति खलु, अत्र अतः मध्ये विकरणप्रत्यये नास्ति. अबाबन्ध योगः त, यथा महोदय उक्तं, तकारस्य लोपः भवति हल्न्याभ्यो दीर्घात् तिसि पृथक्तम् हल्. अतः अबाबन्ध इति पदम् अपदापदं भवति. पदस्य अन्ते न ध इति संयोगः अस्ति. अतः संयोगान्तस्य लोपः इति सूत्रेण अन्तिमसंयोगः अन्त्यसंयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः धकारस्य लोपः भवति अबाबन् इति रूपम्. सर्वे अवगच्छन्ति? आं जि. मीना महोदय, तकारः किमर्थं केन सूत्रेण भवति? केन सूत्रेण? हल्न्याभ्यो दीर्घात् श्रुतिसि पृक्तं हल्. अपृक्तं हल् लोपः अपृक्तमस्ति खलु. इति सर्वमस्ति हल् सन्धिः प्रथमकरपत्रे. हल् सन्धिः प्रथमकरपत्रे अस्ति खलु. अस्तु, धन्यवादः महोदय. मीना महोदय अग्रे पठतु. संयोगादि सकारस्य लोपः. को संयोगं तत् सूत्रं पठितं वा? संयोगादिसकारस्य लोपः, संयोगादिसकारस्य लोपः. व्रश्च ब्रश्च लस् लस्ज मस्ज षस्ज स्कोः संयोगाद्योः अन्ते च पदान्ते जलिपरे च संयोगस्य प्रथमसदस्य सकारः ककारो वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्य. सकार च ककार च तयोः द्रव्यद्वन्द्वः. एकनिमिष एक सर्वे शृण्वन्तु. एतानि सर्वाणि सूत्राणि परिचितसूत्राणि सन्ति, अतः सर्वं मा पठतु, केवलं प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रम्. संयोगाद्योः स्कोः लोपः जलिपदस्य अन्ते च. संयोगाद्योः सकारककारयोः लोपः जलिपरे पदस्य अन्ते च. धातुप्रसङ्गे जलि इत्युक्तौ तकारादिप्रत्ययेषु धकारादिप्रत्ययेषु च सकारादिप्रत्ययेषु च जल. प्रथम तु वदतु अत अभाभ्रज् योगः त, अत्र कस्य लकारस्य अत्र विषयः भवति? कः लकारः, कः पुरुषः, किं लङ् लङ् लङ् लकारः. लङ् लकारः प्रथमपुरुषे एकवचनम्. अस्तु, तर्हि अभाभ्रज् योगः त करोतु. अभाभ्रज् योगः त तकारः लोपः इदानीम् उक्तं. हल्नियाभ्य पूर्णसूत्रं किम्? हल्न्याभ्यो दीर्घात् सुतिसि प्रक्तं हल्. तत्र दीर्घं कुत्र अस्ति? दीर्घं न, हल्न्याभ्यो हल् हल् अस्ति खलु, हल् अस्ति. हा, तत्र दीर्घम् अत्र तस्य कार्यं नास्ति. तकारः लोपः अबाब्रश्ज, अबाब्रश्ज इत्युक्ते स्को संयोगान्तस्य अन्ते लोप च प्रथमसदस्य. एकनिमिषः, अबाब्रश्ज अस्ति खलु, इदानीं पदमस्ति खलु, पदम् अबाब्रश्ज पदं भवति खलु, पदं भवति. किमर्थं भवति पदम्? किमर्थं किमर्थं पदं भवति? अमे तकारः लोपः तिङ् सुबन्तं तिङ् सुबन्तं पदम् इति किल अन्तिमन्तं पदं इति पदमस्ति. तत्र स्को संयोगाद्योरन्ते चेति सूत्रेण प्रथमसदस्य सकारः लोपः. एकसकार एव अस्ति. अबाब्रज् भवति वा? अबाब्रज् अबाब्रज्. तदनन्तरम् अबाब्रज् अबाब्रज् समाप्तम् अबाब्रज् अबाब्रज् ब्र ब्र ब्रज् सम्प्रसारणं भवति वा? न, सम्प्रसारणम् अस्ति अत्र. ब्र अस्ति अबाब्रज् तावदेव महोदय. अबाब्रज् इति एव भवति वा? सर्वे एतदेव चिन्तयन्ति वा? अग्रे अपि किमपि कार्यमस्ति वा? अग्रे अपि कार्यं किमपि नास्ति इति चिन्तयामि. चिन्तयतु ब्रज् इति एव वा अन्ये के चिन्तयन्ति? त्रीणि सोपानि सन्ति इति उक्तं किल. न न सन्धिकार्यं समाप्तं वा इति अहं पृच्छामि. हल् सन्धिकार्यं समाप्तं वा? ओ सन्धिकार्यं समाप्तं वा? अबा ब्रज् समाप्तं महोदय. अस्तु समाप्तं. मदर् महोदय कार्यं समाप्तं वा? चत्वं भवति वा महोदय करि? तस्मात् अपि पूर्वं किं धातुकः अस्ति बाब्रज् इति एकं सूत्रमस्ति. विस्मरन्ति वा सर्वे? अग्रे समाप्तं वा कार्यम्? अबाब्रश् तदनन्तरं स्तोष्टुनाष्टुः ददा ब्रश् अनन्तरं किमपि नास्ति तत्र. किमपि नास्ति. मदर् महोदय किं चिन्तयति? बाब्रश् तदनन्तरम् इदानीम् अन्ते पदस्य अन्ते जलं अस्ति. जलं दृष्टसि वा? जलं दर्शन्ते इति सूत्रं पदस्य अन्ते झकारः चेत् झष् भवति खलु. किं भवति? डकारः भवति. तर्हि अबाभ्रड् भवति खलु. समाप्तम् इदानीं समाप्तम्? आं महोदय. बाब्रड् मीना महोदय समाप्तं वा? ब्रड् समाप्तम् इति चिन्तयामि. अस्तु विजया महोदय अबाभ्रड् समाप्तं वा? न अत्र जल अनन्तरं वा अवसाने इति सूत्रं कार्यं करोति. अतः अबाब्रड् एक विकल्पेन अबाब्रड् अपि अस्ति खलु. सम्यक्. आम् तर्हि एतत् सर्वं चिन्तनीयम् अस्ति वा? केवलं अत्र मम किमस्ति, मम हेड्फोन् मध्ये किञ्चित् खराब् अस्ति अत्र. अथवा एतत् प्रथमं निकालने के बाद एव भवती सम्यक् वदति वा? तर्हि केवलं स्कोः संयोगाद्वयन्ते च तत्र कार्यं न समापयति. स्कोः संयोगाद्वयन्ते इत्यनेन अबाभ्रज् भवति. अनन्तरं ब्रश्च ब्रश्च इति सूत्रेण जकारस्य मूर्धने शकारः भूत्वा अबाभ्रष् भवति. इदानीं पदान्ते झल् वर्णः शकारः अस्ति, अतः झलां जशुवन्ते इत्यनेन तृतीयवर्णः भूत्वा डकारः भवति अबाभ्रड्. तदनन्तरम् अवसानम् अस्ति, अग्रे कोऽपि वर्णः नास्ति, अतः वा अवसाने इति सूत्रेण विकल्पेन खर्वर्णः भवति, चर्वर्णः भवति, प्रथमवर्णः. अतः एकरूपम् अस्ति अबाभ्रड्, अन्यरूपम् अस्ति अबाभ्रड्. रूपं द्वयमस्ति विकल्पेन. मीना महोदय, मदर् महोदय सर्वे इदानीं अवगच्छन्ति? आं महोदय. सर्वाः अस्तु. मीना महोदय अग्रे अबाव्रश् अबाव्रश् योगः तकारः, तत्रापि हल्न्याभ्योर् तत्र तकरकलोः हल्न्याभ्यो दीर्घात् सुतीसि पृक्तं हल् सुतीसि पृक्तं हल् हल् न्याभ्यो दीर्घात् सु ति सि अपृक्तं हल् हल् नी नी आप न्याप् महोदय. नी प्रत्ययः आप् स्त्रीलिङ्गप्रत्ययः सन्ति खलु. नी प्रत्ययः दीर्घात् सु ति सि अपृक्तः सु ति सि सुबन्तं ति सि अपि अपृक्तं हल् पः ओके अबा अबा व्रश् योगः तत् तकारः लोपः व्रश्च व्रश्च इति सूत्रेण अवा अवा स्कोः संयोगान्तस्य लोपः अत्र प्रदर्शनस्य अवाव्रच् भवति अवाव्रच् भवति तदनन्तरं व्रश्च व्रश्च इति अवाव्रष् भवति षत्वं भवति अवाव्रष् तदनन्तरं किं सूत्रं विद्याभवनी इदानीमेव उक्तम् अवाव्रष् अग्रे अवाव्रष् तदनन्तरं अवाव्रट् भवति अवाव्रड् स्तोष्टु नास्तु नास्ति वर्ग पदस्य अन्ते झल् वर्णः अस्ति चेत् किं भवति जलां जस्जसि जलां जस्जसि मध्ये अग्रे नरश्वर्णः भवेत् भवति अत्र पदान्ते अस्ति खलु अतः किं पदान्ते इदानीमेव विजया भगिन्या उक्तं किल विजया भवती उक्तं तत् त्यजतु भवती वदतु अबाव्रश् अबाव्रश् अबा अवा अवाव्रश् भवति अवाव्रश् अवाव्रड् अवाव्रड् भवति केन सूत्रेण केन सूत्रेण किं भवति एतत् सर्वं जानाति एव खलु भगिनि जलं जलं च शैलां दर्शन्ते अनन्तरम् अवावसने इति सूत्रेण अन्तिमवर्णः विपल् विकल्पेन प्रथमवर्णः आगच्छति अतः अवाव्रड् अवाव्रड् इति रूपद्वयं भवति अवाव्रश् इति अनन्तस्य अवावसाने पूर्वं सूत्रमस्ति किल न तत् समीचीनं प्रश्नं जलां दशवन्ते अथवा वावसाने पूर्वसूत्रं किम् अस्ति एतत् सर्वं पूर्वत्र सिद्धम् इति अधिकारे अस्ति खलु तर्हि पूर्वसूत्रं किम् अस्ति जलां दशवन्ते अथवा वावसने वदतु किं सूत्रं पूर्वमस्ति किं सूत्रं पूर्वमस्ति जलां जश अन्ते जलां जश अन्ते तदनन्तरं वावसाने अतः प्रथमं तदनन्तरं वावसाने इत्यनेन वाव्रट् भवति प्रथमं हल् न्याप्यो दीर्घासु तिसि अपृक्तं हल् इति सूत्रेण तकारः लोपः तदनन्तरं स्को संयोगान्त लोप इति सकारः लोपः प्रथमसदस्य सकारः लोपः तदनन्तरं व्रश्च व्रश्च इति सूत्रेण षत्वं भवति अवाव्रश् भवति तदनन्तरं जलां जश्वन्ते इति सूत्रे अवावृद् भवति वावसाने इति अन्तिम रूपद्वयं भवति अवावृद् अथवा अवावृद् तदनन्तरं भावसाने इत्यनेन अवाव्रट् अवाव्रट् अवाव्रट् अस्तु अग्रे अलालश्च करोतु अलालश् योगः सः तत्रापि समानहल्ञापयो दीर्घासुतिः प्रथमः तकारः लोपः तदनन्तरं स्को अलालश्च सकारः स्को संयोगान्तस्य लोपः इति अलालज् योगः अलालज् भवति लज् व्रश्च व्रश्च तत्र सूत्रं लज् सूत्र लज् इति धातु नास्ति तत्र किल व्रश्च व्रश्च षकारं षत्वं न भवति तत्र अलालज् अलालज् अलालज् अलालज् जलां जशो अन्ते इति च अला अलालज् न लज् एव भवति वृष्टि भवति वा लज् अस्ति न वा अस्ति अस्ति न वा अहं पृच्छामि प्रश्च प्रश्च मध्ये अस्ति न वा लस् लस् धातु अत्र मध्ये नास्ति किल प्रश्च प्रश्च नास्ति अतः षत्वं न भवति षत्वं न भवति पदान्ते चवर्गीयवर्णः अस्ति चेत् सामान्यसूत्रं किमस्ति चोक्कु अलालक् भवति वा अलालग् भवति तदनन्तरं अलालग् अग्रे अलालग् अथवा अलालक् वा अलालग् भवति अत्र अग्रे किम् अलालक् अथवा अलालक् अलालग् अथवा अलालक् तत्तत् वावसाने इति सूत्रेण वा वावसाने सम्यक् ओके इदानीं सर्वे अवगच्छन्ति आम् महोदय अस्तु मदन् महोदय संयोगादि ककारस्य लोपः अतातक्ष योगः त अत्र हल्याभ्यो दीर्घा श्रुति सप्रकृतं हल् इति सूत्रेण तकारस्य लोपो भवति अतातक्ष अततक्ष अत्र स्कोः संयोगान्तोरन्ते च इति अनेन ककारस्य लोपो भवति अतातक्ष इति भवति अतातक्ष ककारस्य लोप भवति अतः किं भवति अतक्ष ककारः अस्ति खलु तत्र तकारः अस्ति ककारः इदानीमपि श्रूयते ककारस्य लोपः खलु आम् ककार स्कोः संयोगान्तोरन्ते च इति सूत्रेण अतः लोपं कृत्वा किम् अवशिष्यते षकारः अतः वदतु किम् अवशिष्यते रूपं किम् अतातक्ष अतातश् तश् अतातश् अतातश् ष अस्ति जलं दशोन्ते इति सूत्रेण दश भवति जलं दशोन्ते तदनन्तरं किं डकारः भवति अतः डक् तदनन्तरं वावसाने इति सूत्रेण चत्वम् अतः तच् अतः तच् टकारः टकारः अस्ति भवति वावसाने इत्यनेन अतातट् अतातड् भवति तर्हि रूपद्वयमस्ति रूपद्वयं किमस्ति अतातड् एकं रूपम् अतातड् अतातड् अतातड् रेपादि संयोगस्य एकम् अवश्यम् अवगच्छन्ति सर्वे अवगतं महोदय अस्तु रेपादिसंयोगस्य लोपाभावः रात्सस्य यस्य पदस्य अन्ते संयोगः अस्ति संयोगस्य प्रथमसदस्य रेपः चेत् रेपात् परस्य सकारस्य एव लोपो भवति अन्यवर्णस्य न अनुवृत्तिसहितसूत्रं रात् संयोगान्तस्य पदस्य सस्य लोपः पदस्य अन्ते संयोगः अस्ति किं महोदय कीदृशसूत्रं कीदृशसूत्रमस्ति रात्सस्य एतत् सूत्रं कीदृशमस्ति संज्ञासूत्रमस्ति अदृशसूत्रं विधिसूत्रं किमस्ति विधिसूत्रमस्ति विधिसूत्रं विधि अस्ति वा संयोगान्तस्य पदस्य सस्य लोपः विधि एव संज्ञा नास्ति सूत्र कीदृश षट्प्रकारः अस्ति खलु नियमसूत्रमस्ति नियमसूत्रमस्ति खलु नियमसूत्रम् नियमसूत्रं किमस्ति नियमः करोति नियमयति नियमय पश्यतु किं सूत्रस्य नियमः किं सूत्रं नियमयति नियम इत्युक्ते लिमिट् करोति लिमिट् करोति संयोगाय संयोगान्तस्य लोपः किं वदति अन्ते संयोगः अस्ति चेत् खलु किं वदति परे सकारः अस्ति चेत् संयोगे तस्य लोपः तर्हि पुनः किमर्थं लिखति संयोगान्तस्य लोपः वदति अन्तिमवर्णस्य लोपः राक्षस्य अपि वदति सकारस्य लोपः तर्हि पुनः लेखनस्य आवश्यकता का तर्हि तत् नियमं करोति यत् प्रथमसदस्य रेफः अस्ति चेत् सकारपरे अस्ति चेत् सकार तस्य लोपः भवति अन्यत् कोऽपि वर्णः अस्ति चेत् संयोगे तत्र तस्य लोपः न भवति इति अस्तु अस्तु संयोगान्तस्य सूत्रस्य नियमय सूत्रं नियमयति रात्रस्य इति सूत्रं संयोगान्तस्य लोपः इति सूत्रं नियमयति तर्हि पठतु मल्लमहोदय उदाहरणम् अमृज् अमृज्योगः तकारः मृजे वृद्धिः इति सूत्रेण वृद्धिः भवति अमार्ज् योगः तकारः मृ मृजे वृद्धिः मृज् धातोः वृद्धिः वयं जानीमः रूपं करोतु अमार्ज्योगः तकारः अग्रे अमार्ज्योगः तकारः हल्याभ्यो दीर्घात् श्रुति सप्रीकृतं हल् इत्यनेन तकारस्य लोपो भवति अमार्ज अमार्ज अमार्ज चोः इत्यनेन एकनिमिषम् अत्र संयोगान्तस्य लोपः कार्यं करोति न वा अन्त्यसंयोगः अस्ति खलु कार्यं करोति जकारस्य लोपो भवितुम् अर्हति तर्हि भवति वा राक्षस्य इति सूत्रेण रेफस्य अनन्तरं न भवति रेफस्य अनन्तरं सकारः अस्ति अस्ति एव अस्ति चेदेव तत्र लोपं भवति लोपः भवति अत्र सकारः नास्ति लोपः न भवति लोपः मार्ज एव भवति अग्रे महोदय अग्रे किं कार्यं समाप्तं वा कुः इत्यनेन जकारस्य स्थाने ककारः भवति गकारः कुः इति वा वृष वृष मृज इति सूत्रेण मूर्धनिषक मृज धातु अस्ति इत्यनेन शकार मूर्धनिषकारः भवति मार्श अमार्श अमार्श अमार्श अमाश् तदनन्तरं जलं दृशन्ति इत्यनेन डकारः भवति अथवा टकारः टकारः भवति वावचाने अमार्ड् इति भवति अमार्ड् अमार्ड् अमार्ड् अग्रे पठनीयं वा मृजेर् वृद्धिः ब्रिज् धातोः इक्सन्धिः वृद्धिः भवति ब्रिज् धातोः वृद्धिः भवति कदा यत्र पुत्रप्रसङ्गः तावद् अस्तु अग्रे अचोकूर्त् योगः अचोकूर्त् योगः तकारः अस्य तकारस्य लोपो भवति हल् लाभ्यो दीर्घात् श्रुतिसप्तकृतं हल् इत्यै सूत्रेण तदनन्तरं रात् सस्य इति सूत्रेण अत्र अत्र सकारः नास्ति किल अतः अचो कूर्द् एव भवति अचो कूर्द् दकारः अस्ति रश्चमृजपि सूत्रस्य प्रसक्तिः नास्ति अत्र कूर्द् तकारः केवलं वावसाने चत्वं भवति चत्वं भवति अतः अचक अतः अचो कूर्त इत् ते रूपद्वयं भवति वा एकरूपं भवति रूपद्वयं भवति कूर्त् अथवा कूर्त् इति भवति कूर्त् अथवा कूर्त् तर्हि अचो कूर्त् कूर्त् अचो कूर्द् इति खलु आम् अस्तु तर्हि इदानीं मम प्रश्न रूपद्वयमस्ति अचो कूर्द् अचो कूर्द् खलु कूर्द् आम् एकरूपमस्ति द्वैरूपमस्ति द्वैरूपमस्ति रूपद्वयमस्ति इदानीं मम प्रश्नः अस्ति इदानीं मम प्रश्नः अस्ति एकनिमेषः करपत्रे नास्ति परन्तु अहं पृच्छामि यतोहि अस्माभिः पूर्वं पठितम् एकनिमेषः मम प्रश्नः अस्ति इदानीम् अचो कूर्द् तत्र यदि अग्रे स इति तत्र लङ्लकार मध्यमपुरुषे एकवचनस्य प्रत्ययः अस्ति चेत् अचो कूर्द् योगः स इदानीं कार्यं कथं भवति सकारः अस्ति चेत् श्रुतिसप्रकृतं हल् भवति खलु हल्याभ्यो भवति अतः तस्य लोपः भवति सकारस्य लोपः भवति तदनन्तरं समानमेव समानमेव अस्ति वा सर्वत्र अचोकूर्द् अचोकूर्त् इति वा अत्रापि सकारः लोपः अत्र न भवति जलां जश् जश् जशि इति एव कार्यं करोति अतः सकारस्य लोपः भवति खलु सकारस्य लोपः तु भवति हल्याभ्यो सूत्रेण तदनन्तरं किं सम्यक् समानमेव अस्ति वा समानमेव महोदय सकारस्य तर्हि अचोकूर्द् अचोकूर्द् तु रूपद्वयम् अस्ति एव सम्यक् तत्र हानिः नास्ति परन्तु इस् देट् दि ओन्ली थिङ्ग् अथवा अन्य किमपि रूपं भवति वा पश्यतु अत्र इदानीं धातुः कीदृशी कीदृशः अस्ति दकारान्त अस्ति खलु अचोकूर्द् अस्ति खलु दकारान्त अस्ति तस्य अनन्तरं सिप् प्रत्ययः अस्ति खलु तर्हि किमपि मस्तिष्के आगच्छति वा सिपि धातोः इति सिपि धातोः उर्वा तु सकारान् धातुः अस्ति चेत् तत्र भवति ओ सकारान्त तस्य अनन्तरं अनन्तरमेव सूत्रमस्ति एक दकारान्त धातुः अस्ति तस्य अनन्तरं दश दश इति दश्च सूत्रमस्ति खलु दश सूत्रं किं वदति दश गकारः भवति दश इति सूत्रं रू भवति महोदय विकल्पेन दकारस्य विकल्पेन दकारः रू भवति तस्मात् अचो अचो धातो रुर्वा इति सूत्रेण एव भवति खलु जि न सिपि धातो रुर्वा दश दश इति सकारान्तधातुः अस्ति दश्च दश्च अन्तिमरूपम् अचोकूर् रुः इत्येव अचोकूरुः कूरुः अचोकूरु अचोकूरु खलु कूरु कूरु तर्हि रेफ् मध्ये उकारस्य लोपः खलु किमर्थम् उकारः भवति तत्र उकारः रु अस्ति खलु तत्र उकारे इत्संज्ञा अस्ति दश्च सूत्रं किं भवति महोदय? दश्च सूत्रं दकारान्त धातु पदान्ते पदान्ते दकारान्त अस्ति परे सकारः अस्ति चेत् परे सि प्रत्ययः अस्ति चेत् सकारः सि प्रत्ययः तर्हि विकल् तर्हि दकारस्य स्थाने विकल्पेन रु भवति रु नास्ति चेत् किं भवति अचोकूर्त अचोकूर्त तत्तु वयं जानीमः यथा तकारपरे अस्ति चेत् रूपं भवति तदेव अत्र परन्तु विकल्पेन दकारस्य स्थाने रु अपि आगच्छति अचोकूर्रुः तर्हि इदानीं किमस्ति अचोकूरु इति अस्ति खलु आम् उकारस्य संज्ञा भूत्वा लोपः भवति तर्हि अचोकूर् र इति अस्ति खलु इदानीं रोरु इति कार्यं कार्यं रेपस्य रोरि रोरि रोरि रेपस्य अनन्तरं रेपः अस्ति चेत् पूर्वरेपस्य लोपः यथा ढोडे लोपः अस्ति खलु तथैव रोरि अचोकूर् प्रथमरेफस्य लोकः तर्हि किं भवति अचोकूर् रुः किमर्थं कथं भवति महोदय अचोकूर् भवति दश्च इति सूत्रं भवान् उक्तवान् अदो अचोकूर् रु तदन्तं तदनन्तरम् उकारस्य रे इत्संज्ञा इत्यनेन लोपः तर्हि अचोकूर् र अचोकूर् र दकारस्य रेप भवति अकारस्य र भवति वा अकारः कुत्र अस्ति अत्र अचोकूर्द् इति अस्ति खलु दकारस्य रेफ भवति रु भवति तर्हि अचोकूररौ अचोकूरन्त अचोकूर् दशसूत्रं रु भवति वा दश्च सूत्रं वदति दश दकारस्य स्थाने रु भवति तर्हि अत्र दकारस्य स्थाने रु भवति अचोकूर् रु उकारस्य इत् संज्ञा अचोकूर् र उकारस्य रोरि इत्यनेन रेफस्य लोपः प्रथमरेफस्य तर्हि अचोकूर् इति भवति इदानीम् अग्रे रेफपूर्वचकारः राल्लोपः रेफ चकारः राल्लोपः चकारः अचोकूर् इति अस्ति खलु ओ अचोकूर् अचोकूर् तदनन्तरं अन्ते किं भवति करस्थानं विसर्जनीय विसर्गं भवति अचोकूः अतः तिप्रत्ययः परे अस्ति चेत् रूपद्वयम् अचोकूर्द् अचोकूर् सिप्रत्ययः परे अस्ति चेत् रूपत्रयम् अचोकूर्द् अचोकूर्द् अचोकुः दश्च सूत्रमस्ति दश्च सूत्रं मा विस्मरतु सर्वे अवगच्छन्ति वा अचोकूर्द् अचोकूर्द् अचोकूर्द् अचोकुः अचोकूर्द् अचोकूर्द् अचोकुः अस्तु, प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. शुभरात्रिः, धन्यवादः. नास्ति चेत्